ॐ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्मा तस्मै श्रीगुरवे नमः। नमस्ते महोदय। नमस्कारः, सर्वेभ्यः नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति हेल्त् सन्धिः, किन्तु किञ्चित् विरामः स्वीकृतवन्तः, तत्र कथां पठन्तः स्मः। अद्य तत्र वयं विवेकः जयति सर्वदा इति सम्भाषणं 2 PDF मध्ये द्वितीया कथा या अस्ति, तां कथां पठामः नूतनतया। तत्र नरेश महोदय, नमस्कारः। नमस्कारः महोदय। कुत्र अस्ति कथा? कथा अस्ति ईमेल् मध्ये अटाच्मेण्ट् अस्ति महोदय, सम्भाषण 2 इति। अस्तु, विवेकः जायति सर्वदा। अस्तु अस्तु अस्तु, समीचीनम्। अस्तु तर्हि तत्र, अस्तु तर्हि वेदा भगिनी आरम्भं करोति वा, तदनन्तरं। महोदय, प्राचीनकालस्य ओके, विवेकः जयति सर्वदा। प्राचीनकालस्य कथा इयम्। कस्मिंश्चित् ग्रामे कश्चन वणिक् निवसति स्म। महादौर्भाग्यम् आसीत् अस्य। कस्मादपि धनिकात् स्वीकृतम् आसीत् अनेन ऋणम्। स ऋणदाता धनिकः, वृद्धः, क्रूरश्च दृश्यते स्म। वणिक्कन्यायां लुब्धः धनिकः वणिजम् उक्तवान्, यदि भवतः रूपवती कन्या मां परिणयेत् तर्हि भवान् ऋणात् मुक्तः भविष्यति। एतत् श्रुत्वा वणिक् तस्य कन्या च अतीव चिन्ताकुलौ। अग्रे पठामि वा या तस्य विवरणं करोमि वा? तस्य विवरणं करोतु वा। ओके, प्राचीनकालस्य कथा इयम्। इयं कथा प्राचीनकाले वर्तते। कस्मिंश्चित् ग्रामे कश्चन वणिक् निवसित। कस्मिंश्चित् ग्रामे इत्युक्ते कोऽपि कस्मिंश्चित् ग्रामे कश्चन वणिकः इत्युक्ते व्यापारी इति वक्तुं शक्यते वा? वणिक् वणिक् निवसति स्म। किम् अस्ति तत्र प्रथमं? वणिक् इति एव दत्तं, किन्तु प्रातिपदिकं वणिज्। वणिज् प्रातिपदिकमस्ति। वणिजः वा? हल्पदानां प्रातिपदिकरूपम् अन्तिमवर्णस्य निर्णयं तत्र बहुवचनरूपं दृष्ट्वा एव वक्तुं शक्नुमः। अस्तु, महादौर्भाग्यम् आसीत् तस्य। महादौर्भाग्यम् आसीत् इत्युक्ते तत् वणिकस्य भाग्यं। वणिकस्य न, महादौर्भाग्यम् आसीत् अस्य इत्युक्ते कस्य? सत्यं सत्यं, किन्तु कस्य? वणिक् अस्ति, तर्हि वणिक् शब्दस्य षष्टि किम्? ओ अच्छा, ओके, वणिज् तत्र प्रातिपदिकं किम् इति अवगन्तव्यं। समीचीनं, वणिजः वणिजः महादौर्भाग्यम् आसीत् इत्युक्ते तस्य भाग्यं किं वदामि, दौर्भाग्यम् इत्युक्ते दुःखेन वा किं वदामि तस्य? समानपदं किम् अस्ति तत्र? महादौर्भाग्यम् दुर्भाग्यमस्ति। सः सुखेन जीवति स्म अथवा दुःखेन जीवति स्म? नाम तत्र दुःखेन जीवति स्म। कस्मादपि धनिकात् स्वीकृतमासीत्। किमर्थमिति अग्रे उक्तं, किमर्थं दौर्भाग्यं किमर्थमिति अग्रे उक्तं। कस्यादपि धनिकात् कस्मादपि धनिकात् सः ऋणं प्राप्तवान् स्वीकृतवान्। स्वीकृतवान् आसीत् स्वीकृतवान् आसीत् स ऋणदाता धनिकः ऋणदाता यदस्ति सः धनिकः आसीत् अपि च वृद्धः क्रूरः अपि दृश्यते स्म इत्युक्ते सः ऋणदाता धनिकः वृद्धः अपि च क्रूरः आसीत् दृश्यते वदामि वा आसीत् इति वदामि सत्यं वा तत्र ऋणदाता धनिकः अस्ति सः कथं सः कथं दृश्यते स्म वृद्धः इति दृश्यते स्म क्रूरः दृश्यते अस्तु ऋणदाता इति पदस्य प्रातिपदिकं ऋणदाता दातृ ऋणदातृ ऋणदातृ ऋकारान्तपदं समीचीनं क्रूरश्च दृश्यते स्म वणिककन्यायां लुब्धः धनिकः वणिजम् उक्तवान् वणिककन्यायां लुब्धः इत्युक्ते वणिककन्यायां प्रति आकर्षितः धनिकः वणिककन्यायां लुब्धः इत्युक्ते मोहितः अस्तु मोहितः इति स्वीकरोमि लोभः लोभः मोहितः लोभः लुब्धः मोहितः धनिकः वणिजं प्रति उक्तवान् यदि भवतः रूपवती कन्या मां परिणयेत् तर्हि भवान् ऋणात् मुक्तः भविष्यति तं वणिजं प्रति उक्तवान् यदि एताः कन्याः इति वा न यदि भवतः भवतः रूपवती कन्या मां परिणयेत् तस्य विवाहं यदि भवतः भवतः कन्या मां भवतः कन्या कथमस्ति भवतः कन्या सुन्दरी इति सुन्दरी अस्ति अपि यदि सा किं कुर्यात् मम सङ्गे पाणिग्रहं क्रियात् चेत् कुर्यात् चेत् पाणिग्रहणं ग्रहणं कुर्यात् चेत् अथवा विवाहं कुर्यात् चेत् विवाहं कुर्यात् चेत् भवान् ऋणात् मुक्तः भविष्यति इत्युक्ते भवान् ऋणात् मुक्तः भविष्यति मुक्तः इत्युक्ते किं वदामि इदानीं न भवति ऋणं न भवति यतोहि ऋणं केन प्राप्तं सः धनिकात् एव स्वीकृतं खलु तत् ऋणं तर्हि धनिकः एव तत्र ऋणात् तत्र मोचनं दातुं शक्नोति खलु ओके यस् करेक्ट् करेक्ट् यदि भवतः सुन्दरी कन्या मां मम सङ्गे परिणयेन यदि दातुं शक्यते चेत् भवान् ऋणात् मुक्तवान् भवति इति भवतः ऋणं न भवति एव तत्र नश्यति ऋणम् इदानीं नास्ति इति ऋणम् अस्ति इति ओके ऋणम् अस्ति इति तद्धनि वदति कृत्वा वणिक् तस्य कन्या च अतीव चिन्ताकुलौ अस्तु इत्युक्ते एतत् वचनं श्रुत्वा वणिक् अपि तस्य कन्या अतीव इत्युक्ते बहुधा चिन्ता कुलौ भवतौ इति वा चिन्ताकुलौ इत्युक्ते किं चिन्ताकुलौ इत्युक्ते चिन्तायुक्तः युक्तौ युक्तौ चिन्तायुक्तौ भवतौ इति भवति वा सत्यमस्ति वा भवतौ भवति भवतः भवतः भवतः चिन्ताकुलौ भवतः एतत् श्रुत्वा तस्य कन्या च अतीव इत्युक्ते बहुधा इति वदामि वा बहुधा बहु इति बहु चिन्तां बहु चिन्ताम् एतत् श्रुत्वा वणिक्कस्य कन्या च तावत् पर्यन्तं समीचीनं पर्याप्तम् अस्तु धन्यवादः भगिनि अस्तु धन्यवादः महोदय धन्यवादः भगिनि अस्तु अग्रे तर्हि तत्र शोभा भगिनी अग्रे पठति वा आं महोदय ऋणदाता पुनः वणिजम् अकथयत् अहं कस्मिंश्चित् स्यूते एकं श्वेतम् अन्यं कृष्णं च शिलाखण्डं निक्षिपामि अनया भवतः कन्यया ततः कश्चन शिलाखण्डः चेतव्यः कृष्णे शिलाखण्डे चिते सा मम भार्या भविष्यति तस्याः पिता भवान् च ऋणात् मुक्तः जायेत तया श्वेते शिलाखण्डे चिते विवाहं विनापि भवान् ऋणात् मुक्तः जायेत परं यदि तया शिलाखण्डचयनम् एव न अङ्गीक्रियेत तर्हि तु भवान् कारागारे क्षिप्तः भवेत् इति तर्हि ऋणदाता इदानीं पुनः उक्तवान् वणिजम् उद्दिश्य यत् सः इदानीं करिष्यति इति सः वदति सः कस्मिंश्चित् स्यूते स्यूतं नीत्वा तस्मिन् एकं श्वेतं शिलाखण्डम् अपि च अन्यं कृष्णवर्णशिलाखण्डं स्थापयति इति स्थापयामि इति अपि च तदनन्तरम् अनया भवतः कन्यया इत्युक्ते भवतः पुत्र्या तदानीं तस्मात् स्यूतात् कश्चन शिलाखण्डः चेतव्यः सा चिनोति तस्मात् स्यूतात् एकं शिलाखण्डं कोऽपि भवेत् किमपि भवेत् शिलाखण्डम् एकं हा चिनोति चेतव्यः न दृष्ट्वा अदृष्ट्वा अदृष्ट्वा एव चेतव्यः तया तत्र तत्र हस्त इत्युक्ते हस्तेन तत्र हस्तेन स्यूतखण्डे शिलाखण्डं सा गृह्णाति किन्तु न पश्यति स्यूतस्य मध्ये हस्तमेव स्थापनीयं न तु द्रष्टव्यम् इति तया इत्युक्ते सा न जानीयात् इति वक्तुं शक्नुमः तत्र जानीयात् शिलाखण्डः कः नयामि इति न ज्ञातव्यं तया इति न जानाति शिलाखण्डस्य वर्णः कः इति न द्रष्टव्यं तया न द्रष्टव्यः वर्णः तया न द्रष्टव्यः इति कृष्णे शिलाखण्डे चिते तत्र सती सप्तमी महोदय कृष्णे शिलाखण्डे चिते तदनन्तरं किं भवति इति वदति सती सप्तमी तादृशी स्थितिः भवति चेत् यदि सा कृष्णवर्णशिलाखण्डं चिनोति तर्हि सा मम भार्या भविष्यति सा मां विवाहं करिष्यति अथवा कर्तव्यं एव मां विवाहं मया सह विवाहं विवाहः कर्तव्यः तस्याः पिता भवान् अपि च भवान् तस्याः पिता भवानपि भवान् तदा ऋणात् मुक्तः जायेत तत्र विधिलिङ्ग् अस्ति जायेत इति तादृशं भवति चेत् कृष्णे शिला सा कृष्णवर्णशिलाखण्डं स्यूतात् स्यूतात् चिनोति चेत् तर्हि सा आवयोः विवाहः भवति अपि च तदनन्तरं भवान् ऋणात् मुक्तः भवति भवेत् इति हा तया श्वेते शिलाखण्डे चिते विवाहं विना अपि भवान् ऋणात् मुक्तः जायेत अत्र अन्यः किं तत्र आप्षन् अपि अस्ति यदि श्वेतशिलाखण्डं चिनोति चेत् अपि तर्हि अपि चिन्ता नास्ति विवाहस्य आवश्यकता नास्ति किन्तु भवान् तु भवतः ऋणः तु मुक्तः भवति एव भवान् ऋणात् मुक्तः भवति अपि च किन्तु परं परं यदि तया शिलाखण्डचयनम् एव न अङ्गीक्रियेत यदि सा तस्य इच्छा नास्ति यत् यत् अहं पृच्छामि तादृशं कर्तव्ये तस्य इच्छा नास्ति चेत् तर्हि न इच्छति न इच्छति तर्हि तस्य अङ्गीकरणं नास्ति तर्हि भवान् कारागारे क्षिप्तः भवेत् इति सः सूचनां दत्तवान् इत्युक्ते तत्र भयं स्थापितवान् पितरि अपि च तस्यां कन्यायां यदि न इत्युक्ते इदानीं तया करणीया एव कोऽपि अन्यः उपायः नास्ति अतः समीचीनं तर्हि तत्र स्थितिः का इत्युक्ते तत्र पिता अपि कन्या तत्र परिणयं तत्र परिणयस्य विषय तत्र यः विषयः उद्घाटितः धनिका धनिकेन नाम विवाहः भवेत् इति तस्मिन् विषये तेषां तत्र तयोः इच्छा एव नासीत् खलु हा सः न पृष्टवान् एव तत्र कन्याया तस्य पुत्र्याः इच्छा अस्ति वा न वा इति केवलं तत्र चिन्ता कुलौ इति उक्तम् इति कृत्वा तत्र अङ्गीकारः नास्ति इति सः दृष्टवान् धनिकः सः मन्यते सः किं तत्र ज्ञातवान् तस्याः अङ्गीकरणं नास्ति इति अतः एव एतादृशः परीक्षा एतादृशी परीक्षा इदानीम् इति तत्र सः उद्घाटितवान् इदानीं तर्हि तत्र यदि तत्र विकल्पद्वयम् अपि यदि अङ्गीकारः नास्ति चेत् पिता तत्र कारागारे क्षिप्तः भवति ऋणात् विमोचनं नास्ति अपि तत्र कारागारे सः गच्छति इति अस्तु समीचीनं अस्तु तत्र अन्य किमपि नास्ति इति मन्ये तत्र वक्तुम् अस्तु अग्रे सरामः तर्हि अग्रे तत्र नमस्कारः महोदय उषा अस्मि क्षम्यता महोदय विलम्बेन आगतवती तत्र द्वितीया कथा भगिनि सम्भाषणा 2 मध्ये विवेकः जयति सर्वदा इति अस्तु नरेश् महोदय अग्रे अस्तु ते सर्वे उद्याने शिलाखण्डात् छादितपथे एव तिष्ठन्ति स्म सम्भाषणरतेन धनिकेन अवनम्य द्वौ शिलाखण्डौ चितौ यौ कृष्णौ एव आस्ताम् सूक्ष्ममत्या कन्यया तु इदम् अवलोकितम् आसीत् ततः धनिकः ताम् कन्याम् अवदत् शिलाखण्डमेकं चिनु इति अस्ति अवसरे सर्वे उद्याने सन्ति तदा शिलाखण्डात् पथ अस्ति शिलाखण्डपथ तत्र ते तिष्ठति स्म अतः सम्भाषणरहेन धनिकेन अवनम्य द्वौ शिलाखण्डौ चितौ यौ कृष्णौ एव आस्ताम् महोदय तत्र प्रथमवाक्ये महोदय प्रथमवाक्ये एतदवसरे इति तत्र एतदवसरे ते सम्भाषणं कृतवान् तदा तदपरान् ते न न न एतदवसरे तत्र उद्याने एकः पथ अस्ति पथ तत्र पथे शिलाखण्डान् सन्ति शिलाखण्डाः सन्ति शिलाखण्ड आच्छादित आच्छादितपथः आच्छादित तत्र अनेके शिलाखण्डाः सन्ति तत्र तत् पथे शिलाखण्डान् सन्ति ते सर्वे महोदय अपि तत्र केवलं तत्र केचन शिलाखण्डाः इति नास्ति आच्छादितः इत्युक्ते अनेके शिलाखण्डाः सन्ति तत्र नाम शिलाखण्डैः निर्मितः इति वक्तुं शक्नुमः वा महोदय तादृशं नाम तत्र अनेके शिलाखण्डाः सन्ति तत्र नाम सः छेतुं शिलाखण्डान् छेतुं तत्र अनेके सन्ति तत्र ग्रावल् रोड् हा तादृशं अनेके शिलाखण्डाः तत्र पथे अनेके शिलाखण्डान् सन्ति तत्र एषः अंशः तत्र वक्तव्यः यतोहि अग्रे कथायाम् आगच्छति तत्र अनेके शिलाखण्डाः सन्ति इति अस्तु अग्रे महोदय ते सर्वे रतेन धनिकेन अवनम्य द्वौ शिलाखण्डौ यौ कृष्णौ एव आस्ताम् तत्र द्वौ शिलाखण्डौ चितौ यौ कृष्णौ एव आस्ताम् द्वौ शिलाखण्डौ कृष्णौ सन्ति एतावत् किं तत्र धनिकः किम् उक्तवान् पूर्वं तत्र धनिकः उक्तवान् कृष्ण शिलाखण्ड अस्ति चेत् कन्या विवाहं करोति परन्तु श्वेत भवति श्वेतः अस्ति चेत् विवाहम् आवश्यकं नास्ति तर्हि कृष्णखण्ड कृष्णखण्डः चितः चेत् विवाहः भवति शुक्लखण्डः शुक्लवर्णखण्डः अस्ति चेत् शिलाखण्डः अस्ति चेत् विवाहः न भवति खलु न आवश्यकमस्ति न भवति इति अतः तत्र परन्तु अत्र सः किं कृतवान् अवनम्य द्वौ शिलाखण्डौ चितौ यौ कृष्णौ एव आस्ताम् द्वौ कथं कृष्णौ नाम सः किं कृतवान्? ओ सः धनिकः कृतवान्, सः द्वौ कृष्णौ शिलाखण्डौ एव चितवान्, निक्षितवान्, स्यूते सः स्यूते कृष्णौ, कृष्णौ द्वौ अपि कृष्णौ शिलाखण्डौ एव स्थापितवान् सः। किन्तु तत्र किं तत्र परीक्षा आसीत् तत्र शिलाखण्ड तत्र कृष्णवर्णः वा शुक्लवर्णः वा इति, अतः सर्वे चिन्तितवन्तः अस्तु तत्र स्यूते एकः शिलाखण्डः श्वेतवर्णः शिलाखण्डः अन्यः कृष्णवर्णः भवति इति, किन्तु सः किं कृतवान्? द्वौ अपि कृष्णौ शिलाखण्डौ एव स्थापितवान् स्यूते। महोदय अवनम्य इत्युक्ते किम्? अवनम्य सम्भाषणरतेन धनिकेन अवनम्य अवनम्य अवनम्य इत्युक्ते किं भवति? बेण्डिङ्ग् ओवर् महोदय, बेण्डिङ्ग् डौन्। ओ अस्तु अस्तु, ओ धन्यवादः। अस्तु बेण्डिङ्ग् डौन् अवनम्य इति तत्र यथा तत्र देवम् अवनं नमामः अवनमति कमिङ्ग् डौन् धन्यवादः। तर्हि तस्मिन् तस्यां स्थितौ तत्र न दृश्यते सः किं स्थितवान् इति। अस्तु समीचीनं, धन्यवादः। सूक्ष्मं न सूक्ष्मं कन्यया नरेश् महोदय सूक्ष्मं सूक्ष्मम् इति नास्ति सूक्ष्म सूक्ष्ममत्या सूक्ष्मं सूक्ष्ममत्या तु इदम् इदम् अवलोकितम् आसीत्। सा कन्या तत् दृष्टवती। सा कन्या की सा कन्या कीदृशी? विशेषणमस्ति सा कन्या कीदृशी, कन्यायाः तत्र विशेषणं तत्र किमस्ति वाक्ये? सूक्ष्ममत्या इति पदं सा किमस्ति सीज स्माल् न न न न किन्तु सूक्ष्ममत्या इति विभक्ति का तत्र तृतीया? तर्हि प्रथमाविभक्तिरूपं किम्? सूक्ष्ममति। उत्तमं महोदय, मति मति मतु मति सूक्ष्म नाम सूक्ष्मबुद्धिः तस्य अस्ति नाम सः सूक्ष्मबुद्धिः। अस्तु अस्तु, तर्हि तत्र सा दृष्टवती एतत् तत्र यत् धनिकेन कृतं सा सूक्ष्मबुद्धिः अस्ति परन्तु सा दृष्टवती सा एतत् दृष्टवती अतः तया अवलोकितम् आसीत्। पिता न दृष्टवान् किन्तु सा ततः दृष्टवती सा दृष्टवती। ततः सः धनिकः तां कन्याम् अवदत् शिलाखण्डमेकं चिनु इति। तदा धनिकः कन्यां प्रति उक्तवान् शिलाखण्ड एकं शिलाखण्डं चिनु चिनुवन् करोतु। तत्र चिनु इति लोट्लकारः चिनु लोट् चिनोति इति पदस्य चयनं करोतु इति वक्तव्यं वा? चयनं करोतु, चिनोतु, चयनं करोतु. लोट् लकार, लोट् लकारः. अग्रे अपि इति, अग्रे अपि पठति तावत्पर्यन्तं. समीचीनं महोदय. अतः तत्र कन्या दृष्टवती अपि, तत्र धनिकः इदं कन्यां वदति शिराखण्डम् एकं चिनु इति. किन्तु सा जानाति तत्र यत् किमपि सा चिनोति तत्र किं भवति, शिलाखण्डस्य विवाहं भवति. तत्र कृष्णवर्णः एव, कृष्णः कृष्णवर्णः भवति. तर्हि तर्हि सा किं कुर्यात् खलु? इदानीं तस्याः विवेकः कथम् अस्ति इति अग्रे द्रक्ष्यामः. अस्तु, अग्रे तत्र निवेदितभगिनी अग्रे पठति वा? आम्. सा कन्या स्यूते हस्तं निधाय कश्चन शिलाखण्डं स्वीकृतवती. कञ्चन शिलाखण्डं, कञ्चन शिलाखण्डं स्वीकृतवती. भयकातरा सा सहस्तकम्पं शिलाखण्डं तत्रैव अपातयत्. भूमौ अनेके शिलाखण्डाः आसन् एव. तेषु बहुषु शिलाखण्डेषु अन्यतमः अभवत् तया पातितः शिलाखण्डः अपि. तर्हि कन्या किं करोति इदानीं? सा कन्या स्यूते हस्तं निधाय हस्तं निधाय अत्र लेबन्त अस्ति, लेबन्तरूप अस्ति. समीचीनं. कञ्चन, यतोहि तत्र कश्चन शिलाखण्डः कञ्चन शिलाखण्डं, कञ्चन शिलाखण्डं तस्य कं योगः चन स्वीकारं स्वीकारं करोति, स्वीकृतवती शिलाखण्डस्य. तर्हि तत्र कस्यचित् शिलाखण्डस्य स्वीकारं करोति, स्वीकारं करोति. सा भयकातरा अस्ति, भयेन कातरः, कातरा, कातरा, व्याकुलः, भयेन व्याकुलः, आकुलः, व्याकुला अस्ति, व्याकुला, आकुला अस्ति. अतः कम्पं शिलाखण्डं तत्रैव आपातयत्. तस्य हस्तात् शिलाखण्डं च्युतः वा? नाम तत्रैव यः शिलाखण्डः हस्ते अस्ति, तत्र किम् अभवत्? सा किं तत्रैव पतति, पातयति. भयेन, सा भयेन व्याकुला अस्ति, अतः सः कम्पमाना अस्ति वा? हस्तः कम्पमाना अस्ति, हस्तः कम्पमानः अस्ति, कम्पमानः हस्तः अस्ति अपि. तस्य हस्तात् हस्ते कम्पमाने हस्ते शिलाखण्डः अस्ति, किन्तु तत्र कम्पमानया शिला, तत्र हस्ते कम्पमानेन हस्तेन सा शिलाखण्डः, शिलाखण्डं, शिलाखण्डं तत्र एव पातयति, पातयति, पातयति. नाम पतति इत्युक्ते सा एव पतति, पातयति निश्चस्ति. तत्र वृक्षात् फलं पतति, किन्तु तत्र फलं साक्षात् पतति खलु? अत्र कोऽपि फलं, कोऽपि फलं कष्टेन पातयति वा? न भगिनि, तत्र पठति पाठयति, भेदः कः? पठति, अहं पठामि, अध्यापक पाठयामि, अध्यापक पाठयति, गच्छति, गमयति, अस्ति. गच्छति इत्युक्ते सः एव गच्छति, गमयति इत्युक्ते तत्र पुत्रं वा पुत्रीं वा गमयति. कार्यम् अन्यः करोति खलु, गमनकार्यम् अन्यः करोति, अत्र एव तत्र पतति पातयति, नाम पुत्री साक्षात् न पतति खलु, पुत्री तत्रैव अस्ति, किन्तु शिलाखण्डः पतति भयकारणात्. भयेन सा किं करोति, शिलाखण्डं पातयति, शिलाखण्डः पतति, शिलाखण्डः पतति. कया पतति तत्र? यतोहि तत्र पुत्री शिलाखण्डं पातयति, सी ड्राप्स् इति. किन्तु तत्र सा तत्र निच् अस्ति. तर्हि भयेन आकुला अस्ति, अतः शिलाखण्डं तत्र पातयति. भूमौ अनेके शिलाखण्डाः आसनेव. भूमौ सप्तमी भूमि, सप्तमी विभक्ति. भूमौ अनेके शिलाखण्डा आसन्. तेषु बहुषु, तेषु बहुषु शिलाखण्डेषु अन्यतमः अभवत् तया पातितः शिलाखण्डः अपि. ते सर्वे शिलाखण्ड, ते सर्वे शिलाखण्डाः समाना एव, समानेव. तर्हि तत्र किम् अभवत् तर्हि, यदि सा पातित तत्र शिलाखण्डं पातयति तदा किम् अभवत्? शिलाखण्डः अनेकेषु बहुषु शिलाखण्डेषु अन्यतमः. तर्हि तत्र किम् अभवत् इदानीं, तत्र वयं जानीमः वा तत्र न कोऽपि अन्तरः नास्ति, कोऽपि अन्तरः, कः शिलाखण्डः पातितः इति? तेन किं प्राप्तम् इति अग्रे पश्यामः. समीचीनं. किन्तु इदानीम् अस्माकं ज्ञानं नास्ति, नाम तत्र कः शिलाखण्डः पातितः इति. सर्वे समानैव, तस्याः हस्ते कीदृशः शिलाखण्डः आसीत् इति न जानीमः. सा किं कं शिलाखण्डं चितवती इति न जानीमः खलु. स्यूतात् सा एकं शिलाखण्डं चितवती, किन्तु शिलाखण्डस्य वर्णः कः इति न जानीमः, यतोहि शिलाखण्डः पतित तत्र पतति, अपि बहुषु शिलाखण्डेषु अन्यतमः भवति इति कृत्वा न जानीमः तत्र शिलाखण्डस्य वर्णः कः. तत्र अनेके शिलाखण्डः सन्ति, अनेके कृष्णवर्णशिलाखण्डः अपि सन्ति, शुक्लवर्णशिलाखण्डः अपि तत्र सन्ति. अस्तु, इदानीम् अग्रे पश्यामः अग्रे किं भवति इति. तर्हि तत्र अग्रे उषास्वामिनाथन् भगिनी भवती पठति वा अग्रे? अतः सा धनिकम् अकथयत्, अहो कियत् अपाटवं मम. अस्तु तावत्, स्यूते कः शिलाखण्डः अवशिष्टः इति यदि भवान् परिशीलयेत् तर्हि वक्तुं पारयेत् यत् मया कः चितः आसीत् इति. अतः सा धनिकम् अकथयत्, अहो कियत् अपाटवं मम. सा एकं शिलाखण्डं चितवती, अपि च पातित शिलाखण्डं पतति अपि. तस्याः तया हस्तात् तस्याः हस्तात् तस्याः हस्तात् तत्र पतितः शिलाखण्डः पतितः, शिलाखण्डः पतितः. तथा सा धनिकं प्रति उक्तवती, अहो कियत् अपाटवं मम अपाटवम् इति पटुत्वं नास्ति इति पटुत्वं नास्ति लैक् आक्वर्ड्नेस् लैक् नाट् अ गुड् जाब् सम्थिङ्ग् लैक् देट् अहो कियत् अपाटवं मम अपाटवं क्षम्यतां कैण्ड् आफ् थिङ्ग् अपाटवं पटुत्वं नास्ति इति समीचीनं भगिनि पटु तत्र पटु इत्युक्ते तत्र निपुणा नास्ति इति मम अनिपुणा कार्यः भवति इति भवति अभवत् नाम सा कियत् अपाठवं मम पटुता अपि इति प्रायशः भवति खलु भावः पटुता मम पटुता नास्ति किम् अभवत् मम पटुता नास्ति अस्तु तावत् भवतु यूते कः शिलाखण्डः अवशिष्टः इति यदि भवान् परिशीलयेत् तर्हि वक्तुं पारयेत् यत् मया कः चितः आसीत् इति सः उक्तवती अहं स्यूतवर्णः वा न श्वेतवर्णः वा कृष्णवर्णः वा शिलाखण्डं चिनोमि इति अहं न जानामि परन्तु वयं ज्ञातुं शक्नोति शक्नुमः वयं ज्ञातुं शक्नुमः स्यूतं परिशीलयेत् स्यूतं परिशीलयेत् चेत् कः शिलाखण्डः अवशिष्टः इति यदि वयं वयं पश्यामः परन्तु देन् तर्हि मया कः चितः इति अन्यवर्णमेव मया अन्यवर्णः एव मया चितः इति वयं जानीमः वयं जानीमः नाम अन्यवर्णः एव मया चितः इति अन्यवर्णः यदि तत्र स्यूते शुक्लवर्णः भवति चेत् मया शिलाखण्ड कृष्णशिलाखण्डः एव चितः इति यदि तत्र कृष्णवर्णशिला शिलाखण्डः अस्ति चेत् मया श्वेतवर्णशिलाखण्डम् इति चिनोमि तत्र इति तत्र अस्ति तादृश तत् वक्तुं शक्नुमः तदेव वक्तुं शक्नुमः तत्र अहो कियत् अपाटवं मम अस्तु तावत् इति किमर्थं वदति नाम तत्र शिलाखण्डः तस्याः हस्ते अस्ति किन्तु सा पातयति इदानीं सत्यं अपि सा इदानीं स्थितिः का न वक्तुं शक्नुमः सा किं चितवती इति अतः किन्तु सा वदति भवतु यद्यपि तत्र इदानीं शिलाखण्डः पतितः किन्तु वयं ज्ञातुं शक्नुमः कः वर्णः मया चितः इति शब्दः तस्य किं रूपं पारयेत् इति तस्य धातुः किमस्ति तत्र पारयेत् वक्तुं पारयेत् तर्हि वक्तुं पारयेत् पारयेत् बिगिनिङ्ग् वक्तुं पारयेत् अर्थः कः तर्हि वक्तुं पारयेत् वक्तुं पारयेत् भवान् परिशीलयेत् वक्तुं शक्नुयात् इति शक्नुयात् इति वा पारयेत् शक्नुयात् तत्र धातुः न जानामि भगिनि धातुः पृ इति पूर् तत्र बहवः प्रु धातवः सन्ति महोदय दीर्घ ऋकारः ह्रस्व उकार उकारस्य धातवः न सत्यं भगिनि, किन्तु ज्ञातव्यम् इति पारा इति अस्ति, ओ पारा इति धातुः चुरादिगणीयधातुः अस्ति इत्युक्ते पारा इत्युक्ते टु एण्ड् टु कम्प्लीट् इति कर्म समाप्तौ इति अस्ति तत्र पारयेत् इति भवति तदेव भवेत् नाम तत्र निर्णयं कर्तुं तत्र निर्णेतुं निर्णेतुं वयं तत्र वर्णः कः इति निर्णेतुं शक्नुमः समीचीनम् तर्हि समीचीनं भगिनि अस्तु अग्रे तत्र रघुवेन्द्रस्वामी भवान् अपि वक्तुम् इच्छति वा अद्य अथवा केवलं शृणोति वा विधिलिङ्गिकार तर्हि अग्रे तत्र महोदय अस्तु तर्हि अग्रे तत्र स्यूते आसीत् इति ततः स्यूते आसीत् स्यूते आसीत् कृष्णवर्णः शिलाखण्डः अतः कन्यया श्वेतः महोदय प्रत्येकं एकवारं पठित्वा तदनन्तरं तत्र परिच्छेदं पठित्वा पङ्क्तिशः वदतु महोदय अतः कन्यया श्वेतः एव शिलाखण्डः चितः इति अङ्गीकरणम् अनिवार्यम् अभवत् यदि एतत् धनिकेन न अङ्गीक्रियेत तर्हि तस्य वञ्चना प्रकटिता भवेत् अतः सः अङ्गीकृतवान् यत् कन्यया पातितः शिलाखण्डः श्वेतः एव इति तस्मात् वणिक् ऋणात् मुक्तः अभवत् अग्रिममपि वा महोदय एकम् न न तावदेव तावदेव महोदय अस्तु स्यूते आसीत् कृष्णवर्णः शिलाखण्डः स्यूते तु केवलं कृष्णवर्णः शिलाखण्डः एव आसीत् यतोहि धनिकः शिलाखण्डौ द्वौ शिलाखण्डौ अपि कृष्णवर्णौ एव स्थापितवान् तस्मात् कारणात् सा वणिजः पुत्री कृष्ण शिला श्वेतशिलाखण्डः एव तया पातितम् इति अवश्यम् अङ्गीकरणम् आवश्यम् अभवत् अवश्यम् अभवत् नाम तत्र न कोऽपि तत्र तत्र कापि समस्या नास्ति एव तत्र कर्तव्यमेव यतोहि तत्र शिलाखण्डद्वयम् आसीत् स्यूते इदानीम् एकं शिलाखण्डः पतितः तत्र शिलाखण्डस्य वर्णः कः इति न ज्ञातुं शक्नुमः यतोहि अनेके शिलाखण्डाः सन्ति श्वेतवर्णाः अपि सन्ति कृष्णवर्णः शिलाखण्डः अपि सन्ति तत्र अतः यः अवशिष्टः स्यूते अवशिष्टः तस्य आधारेण एव तत्र निर्णयं कर्तुं शक्नुमः अतः अनिवार्यमेव अग्रे महोदय अग्रे स्वामी यदि वर्तकेन न अङ्गीक्रियेत तर्हि किं भविष्यति इत्युक्ते तस्य एव वञ्चना वञ्चना सर्वे जानन्ति स्म वञ्चना तत्र वञ्चना प्रकटिता भवति, नाम तत्र सः एतादृशं कार्यं कृतवान् नाम तत्र यत् तेन न करणीयं, नाम तत्र सः उक्तवान् शिलाखण्डद्वयम् एकः कृष्णवर्णः एकः श्वेतवर्णः, किन्तु सः कृष्णवर्णौ शिलाखण्डौ एव स्थापितवान्। हा तर्हि वञ्चना प्रकटिता भवति यदि सः न अङ्गीकरोति तस्य छल कपटं। हा यदि सः वदति न न सा कृष्णवर्णं शिलाखण्डम् एव चितवती, तर्हि सर्वे पृच्छन्ति यदि सा कृष्णवर्णशिलाखण्डं चितवती कथं तत्र स्यूते कृष्णवर्णशिलाखण्डम् अस्ति इति, खलु? आम् अतः सः अङ्गीकृतवान् यत्। अन्यं किमपि कर्तुम् अशक्यः व्यापारी, अनन्य तत्र किमस्ति अनन्यगति अनन्यगतिकया इति मन्ये महोदय, अनन्यगतिकया इति सः अङ्गीकृतवान्, अन्यः मार्गः नास्ति तत्र। ततः वणिक् तु ऋणमुक्तः जातः, अपि तत्र विवाहः अपि न भवति तर्हि तत्र परीक्षायां तत्र पुत्री तत्र उत्तीर्णा अभवत्, शिलाखण्डः श्वेतः एव इति, तस्मात् एतस्मात् कारणात् तत्र वणिक् ऋणात् मुक्तः अभवत् इति। अस्तु धन्यवादः स्वामी। सः वणिक् वणिजः महोदय स्वस्य उपरि स्वयं बृहत् शिलाखण्डं स्थापितवान् खलु? सत्यं भगिनि, सः तत्र सत्यं तत्र बृहान् शिलाखण्डं बृहत् बृहान् शिलाखण्डः बृहान् तत्र तस्य उपरि एव तत्र सः स्थापितवान्। सत्यं, अस्तु अग्रे अन्तिमभागः तत्र सुजाता भगिनी किञ्चित् पठति वा? आं महोदय। तया दक्षया कन्यया उपायेन व्यवहृत्य अपायं निवार्य इष्टमपि साधितम् आसीत्। तया दक्षया निपुणेन निपुणता तत्र दक्षा इति पदं विशेषणम् अर्थः निपुणा दक्षा इत्युक्ते तत्र जागरूकं नाम तत्र सा निपुणा अस्ति, सा अनेकानि कार्याणि कर्तुं शक्नोति, बुद्धिमती अस्ति। उपायेन कन्यया उपायेन व्यवहृत्य उपायेन व्यवहारं कृतवती अपायं अपायं निवारयति इष्टमपि साधितवती। उत्तमं भगिनि, सा कन्या किं किं कृतवती? उपायेन अपायं निवारयति इष्टमपि साधितवती सत्यं खलु? सा द्वयमपि कृतवती, तत्र अपायम् आसीत्, अपायः तत्र अपायं निवारितवती उपायेन, नाम सा पातितवती, तत्र शिलाखण्डं पातितवती, नो चेत् तत्र यदि तत्र यः शिलाखण्डः तया चितः इति यदि सः प्रदर्शयति तर्हि विवाहः भवति एव खलु, तत्र ऋणमुक्तिः न भवति. किन्तु सा उपायेन पातितवती, तदनन्तरं स्यूते तु कृष्णवर्णः, कृष्णवर्णः शिलाखण्डः एव आसीत् स्यूते, अतः सा श्वेतवर्णशिलाखण्डः चितवती, श्वेतवर्णं शिलाखण्डं चितवती इति एव भवति. विवेकेन जयति, विवेकः सर्वदा जयति. यत्र आपत्तिः अस्ति अथवा तत्र अपायः अस्ति तत्र विवेकः आवश्यकम् आवश्यकः अस्ति. अस्तु, समीचीनं. धन्यवादः. तत्र धन्यवादः भगिनि. अपि तत्र एकमेव वाक्यमासीत्, अतः भवती एव तत्र अग्रे अपि पठतु. किन्तु अग्रे तत्र अग्रे या कथा अस्ति तत् अग्रे सा तां कथाम् अग्रिमे सप्ताहे पठामः. इदानीं तत्र अन्यां कथां पठामः इति चिन्तयामि. तत्र सम्भाषण वन् मध्ये, वन् मध्ये अस्तु, तां कथां पठामः तर्हि. तत्र भक्तिमती श्रुतावती, तर्हि सुजाता भगिनी भवती तत्र कथायाः उद्घाटनं करोतु. सुजाता भगिनी वन् मिनिट् महोदय. किं कथा? अन्यत् पी डि एफ़् अस्ति खलु महोदय, तत्र प्रथमा कथा भक्तिमती श्रुतावती. प्रथमा अस्तु. भक्तिमती श्रुतवती. यदि न प्राप्तवती अग्रे प्राप्तवती वा? प्राप्तवती महोदय. किं कथा कथा पठति? भक्तिमती श्रुतावती. भक्तिमती श्रुतावती. ओके. बालमोचने श्रुतावती भरद्वाजमहर्षेः पुत्री, अनुपमा सुन्दरी सा, सद्गुणसम्पन्ना विद्यावती च. तस्याः स्नेहपूर्ण विनयोपेतः व्यवहारः आश्रमपरिसरस्थानां सर्वेषां हृदयं जयति स्म. तरुणी सा इन्द्रमेव वरितुम् इच्छति स्म, अतः सर्वदा इन्द्रमेव पूजयति स्म सा. श्रुतवती भरद्वाज महर्षेः पुत्री, महर्षेः पुत्री प्रथमा विभक्तिरूपं किम् अस्ति? भरद्वाज महर्षेः इति महर्षि अस्ति. तत्र सप्तमी न कविः कवेः कवेः षष्टि षष्टि कस्य पुत्री? महर्षेः पुत्री अस्ति. आसीत् अनुपमसुन्दरी सा सद्गुणसम्पन्ना विद्यावती च विशेषणाः सन्ति अनुपमसुन्दरी सुन्दरी आसीत् सा सद्गुणसम्पन्ना आसीत् विद्यावती विद्यावती च विद्यावती पुनः तत्र विद्या तस्याः विद्या आसीत् विद्या सम्पन्ना आसीत् अपि सद्गुणसम्पन्ना नाम सा सुन्दरी च अनुपमसुन्दरी च तत्र अनुपम उपमा इत्युक्ते तत्र तुलना कर्तुं तादृशी सुन्दरी अन्या कापि नास्ति अनुपम उपमा इत्युक्ते तादृशी उपमा इत्युक्ते तत्र सदृशः अस्ति सिमिलर् उपमा किन्तु अनुपमा तादृशी सुन्दरी अन्या कापि नास्ति अपि सद्गुणसम्पन्ना तस्याम् अनेके गुणाः सन्ति सद्गुणाः सन्ति अग्रे तस्याः स्नेहपूर्णः विनयोपेतः व्यवहारः आश्रमपरिसरस्थानां सर्वेषां हृदयं जयति स्म तस्य स्नेह सा स्नेहशीली अस्ति विनयो स्नेहपूर्णः व्यवहारः स्नेहपूर्णः कीदृशः आसीत् व्यवहारः स्नेहपूर्णः आसीत् विनयोपेतः विनयेन युक्तः व्यवहारः आसीत् आश्रमपरिसरस्नानां स्थानां सर्वेषां हृदयम् आश्रमे आश्रमनिवासी अस्ति आश्रमे ये निवसन्ति तेषां परिसरे अपि ये आश्रमस्य परिसरे ये सन्ति ते अपि तेषां सर्वेषां हृदयं जयति सन्तोष न कः जयति सा श्रुतावती न श्रुतावती न तत्र लघुवाक्यं किम् अस्ति तत्र क्रियापदमस्ति जयति सर्वेषां हृदयं जयति न अस्तु क्रियापदं किं जयति जयति कर्तृपदं किम् अस्ति तत्र कर्तृपदम् आश्रमस्थापित न तत्तु षष्टिविभक्ति अस्ति सर्वेषाम् इति सर्वं प्रथमविभक्तिपदं किम् अस्ति वाक्ये तस्याः पूर्णं जयति स्म सा एव महोदय सा इति नास्ति किन्तु वाक्ये कर्तृपदम् अस्ति प्रथमविभक्ति एकवचनम् अस्ति यतोहि जयति इति अस्ति खलु जयति इति एकवचनं हृदयं जयति तत्र कर्तृपदं वा कर्मपदं वा कर्मपदमस्ति कर्मपदमस्ति उत्तमं तर्हि कर्मपदमपि इदानीं जानीमः हृदयं व्यवहारः उत्तमं व्यवहारः हृदयं जयति व्यवहारः इति कर्तृपदं हृदयं जयति तस्य व्यवहारः अथवा कस्याः व्यवहारः तस्याः व्यवहारः श्रुतवत्याः व्यवहारः हृदयं जयति जयति कस्य हृदयं जयति आश्रमेषां सर्वेषां हृदयं जयति सर्वेषाम् इत्युक्ते ये जनाः तत्र आश्रमपरिसरे वसन्ति तेषाम् उत्तमं तेषां हृदयं जयति आश्रमपरिसरस्थानां परिसरे स्थितानां सर्वेषां हृदयं सः तस्याः व्यवहारः जयति स्नेहपूर्णः विनियोपेतः व्यवहारः सर्वेषां हृदयं जयति अग्रे तरुणी सा इन्द्रमेव वरितुम् इच्छति स्म तरुणी युवती सा सः इन्द्रमेव इन्द्रमेव परिणेतुम् इच्छति स्म परिणेतुमिच्छति अतः सर्वदा इन्द्रमेव पूजयति स्म सा सर्वदा इन्द्रमेव पूजयति इन्द्रस्य पूजामेव करोति स्म समीचीनं भगिनि उत्तमम् अस्तु धन्यवादः अग्रे तर्हि तत्र वेदा भगिनी अग्रे अस्तु महोदय अथ एकदा कश्चन महर्षिः तम् आश्रमम् आगतः मम नाम वशिष्ठः इति अवदत् सः श्रुतावती श्रद्धया तस्य सेवां कृतवती एतस्मात् सः महर्षिः नितरां सन्तुष्टः अतः एकदा कश्चन महर्षिः तम् आश्रमम् आगतः इत्युक्ते एकः कोऽपि महर्षिः इल्ल कोऽपि महर्षिः वा कोऽपि इति उक्तं वा कोऽपि कश्चन महर्षिः तस्य आश्रमम् आगतवान् मम नाम वशिष्ठः इति सः वदति सः इत्युक्ते महर्षिः मम नाम वशिष्ठः इति उक्तवान् श्रुतावती तस्य सेवां कृतवती श्रद्धया तस्य सेवां कृतवती इत्युक्ते श्रुतावती महर्षेः सेवां श्रद्धया कृतवती श्रद्धया कृतवती एतस्मात् सः महर्षिः नितरां सन्तुष्टः तस्य सेवां स्वीकृतवान् महर्षिः बहु सन्तुष्टवान् भवति अभवत् सन्तुष्टः बहु सन्तुष्टः अभवत् सन्तुष्टवान् इति नास्ति सन्तुष्टः अभवत् सन्तुष्टः अभवत् अपि तत्र आगतः इति तत्र आगतः इति आगतः गतवान् अस्ति आगतवान् न आगतः इत्युक्ते कृत प्रत्ययः अस्ति न तत्र प्रत्ययः तत्र किं भवति तत्र कर्मणि अर्थे अपि भवति कर्तृ अर्थे अपि भवति न प्रत्ययः सर्वदा कर्मणि अर्थे एव भवति किन्तु अत्र गत्यर्थक गत्यर्थक इति कारणतः गम् धातु गत्यर्थक तदेव कर्तरि भवितुम् अर्हति कर्तरि अत्र कर्तरि यतोहि महर्षिः तत्र सन्तुष्टः इति तत्रापि तत्र नितरां सन्तुष्टः तत्रापि प्रत्ययः एव तत्रापि तत्र कर्तृ अर्थे एव महर्षिः सन्तुष्टः तर्हि तत्र कर्ता यः अस्ति तस्य एव विशेषणं खलु इति भवति अस्तु अस्तु मया कापि अन्या तदपि पठतु भगिनि. मया कापि अन्या सेवा करणीया चेत् आदेष्टुम् अर्हति भवान् इति विनयेन अवदत् श्रुतावती. श्रुतावती उक्तवती विनयेन नम्रताया विनयेन. नम्रताया पदं किमस्ति? नम्रता प्रथमाविभक्ति. तर्हि प्रथमाविभक्ति नम्रता अस्ति. नम्रताया न नम्रता इति पदमस्ति. तर्हि तत्र विभक्ति का अपेक्षिता? अत्र तृतीया अस्तु. नम्रता इति पदस्य तृतीया किम् अस्ति? रमया. नम्रतया इति एव तावदेव. नम्रतया श्रुतावती वदति उक्तवती मया कापि अन्या सेवा करणीया चेत् आदिष्टुमस्ति अर्हति भवान्. कापि अन्य सेवा अस्ति चेत् कृपया वदतु. अहम् कृपया आदेशः ददतु. आदेशः ददतु वा किं रूपं तत्र आदेशः? यदि भवान् कोऽपि अन्यः आदेशः सेवा करणीय अन्यः कोऽपि आदेशः अस्ति चेत् कृपया वदतु. अहं तदपि कृतवती इति तदपि करोमि इति विनयेन श्रुतावती नम्रतया श्रुतावती उक्तवती तत्र आदेष्टुम् अर्हति तत्र शक्नोति तत्र यत् यत् इच्छति एतत् एतां सेवाम् इच्छामि इति चिन्तयति चेत् तत्र भवान् आदेष्टुं शक्नोति अर्हति. अहं तत्र करोमि इति सा उक्तवती. अस्तु समीचीनं भगिनि, धन्यवादः. अस्तु अग्रे शोभा भगिनी अग्रे. आं महोदय, सर्वा अपि आवश्यकता भवत्या पूरिता एव, तथापि एकं लघुं कार्यं वदामि. मम समीपे पञ्च बदरफलानि सन्ति, तानि पक्वीकृत्य दीयन्ताम् इति अवदत् महर्षिः. ततः सः तानि बदरफलानि श्रुतावत्यै दत्त्वा आश्रमात् निर्गतः. तर्हि सः महर्षिः अवदत् यत् तस्य सर्वाः आवश्यकताः पूरिताः एव, अतः कापि आवश्यकता नास्ति. किन्तु यतोहि भवती पृष्टवती तस्मात् एकं लघुं कार्यं दातुम् इच्छति सः तस्याः कृते. अपि च तस्य पार्श्वे पञ्च बदरफलानि सन्ति महर्षेः पार्श्वे. तर्हि तानि फलानि तां दत्त्वा सः उक्तवान् यत् तया किं तत्र फलानां पक्वीकरणं करणीयम् इति. पक्वीकृत्य इत्युक्ते यथा फलानि पक्वानि भवेयुः तथा करोतु इति आदिष्टवान्. अपि च ततः तस्मात् परं सः तानि बदरफलानि तस्यै दत्तवान्. अपि च तस्मात् निर्गतवान्, आश्रमात् निर्गतवान्. अग्रे अपि पठनीयं वा? समीचीनं. तर्हि तत् पक्वीकृत्य दीयन्ताम् इति सः अवगतः. अस्तु समीचीनम्. अस्तु अग्रे तर्हि तत्र दीयन्ताम् इति कर्मणि प्रयोगः खलु महोदय? दीयन्ताम् इति भवत्या दीयन्ताम् इति भवति इति मन्ये तत्र महोदय? भवत्या दीयन्ताम् तत्र यतोहि आत्मनेपदीरूपम् अस्ति. दीयते दीयते इति तत्र लट्लकाररूपं लट् तत्र लोट् अस्ति. दीयन्ताम् इति यतोहि फलानि दीयन्ताम्. फलानि दीयन्ताम् समीचीनं भगिनि. भवता भवत्या फलानि पक्वीकृत्य दीयन्ताम् समीचीनं भगिनि तत् समीचीनं तथैव अस्ति अस्तु धन्यवादः अग्रे तर्हि तत्र अग्रे तत्र निवेदिता भगिनी अग्रे पठति वा आम् आम् श्रुतावती तानि पात्रे स्थापयित्वा चुल्लेः उपरि पात्रं निधाय अग्निम् उद्दीपितवती दीर्घकालः अतीतः तथापि तानि फलानि न पक्वानि एव आश्चर्यम् अनुभवन्ती सा चुल्ल्यां पुनरपि काष्ठानि योजितवती समुज्ज्वलः जातः किन्तु महत् आश्चर्यं नाम सरि अग्निः समुज्ज्वलः जातः किन्तु महत् आश्चर्यं नाम चुल्ल्यां बहुधा काष्ठानि योजितानि चेदपि तानि बदरफलानि तु पक्वानि न अभवन् एव श्रुतावती तानि बदरीफलानि पात्रे स्थापितवती चुल्ले उपरि चुल्लेः उपरि चुल्लेः उपरि चुल्लेः चुल्ल्यावर चुल्ले चुल्ली शब्द अस्ति चुल्ली चुल्लेः उपरि पात्रम् आयोजितवती तथा अग्निम् उद्दीपितवती दीर्घकालः जातः किन्तु तानि फलानि न पक्वानि न पक्वानि अभवन् सा आश्चर्यम् आश्चर्यस्य अनुभवं करोति अनुभवन्ति तत्र शत्रुन्तरूपम् अनुभवन्ति अनुभवन्ति अनुभवन्ति सा किं करोति चुल्ल्यां पुनरपि काष्ठानि योजितवती अग्निः समुज्ज्वलः जातः समुज्ज्वलः नाम वर्धितः जातः वा वर्धितः उज्ज्वलः उज्ज्वलः समुज्ज्वलः किन्तु महत् आश्चर्यं नाम चुल्ल्यां बहुधा काष्ठानि योजितानि चेदपि तानि किन्तु तानि बदरीफलानि तु न पक्वानि अभवन् तत्र यद्यपि तत्र अनेकानि काष्ठानि योजितानि तर्हि तत्र अग्निः अपि समुज्ज्वलः अस्ति किन्तु तत्र कार्यं न कर्तुं शक्तवती नाम तत्र भद्रफलानि तु पक्वानि न अभवन् इति अस्ति समीचीनं धन्यवादः भगिनि अस्तु अग्रे तर्हि तत्र नरेश् महोदय महर्षिः मम परीक्षार्थमेव एतादृशानि फलानि दत्तवान् इति अवगतवती श्रुतावती आश्रमस्थानि सर्वाणि काष्ठानि समाप्तानि चेदपि बदरफलानि न पक्वानि यत् तस्य दर्शनात् तया न ज्ञातं यत् अग्रे किं करणीयम् इति असाफल्यम् अङ्गीकर्तुं न सज्जं तस्याः मनः अतः सा काष्ठत्वेन स्वस्य पादौ एव चुल्ल्यां स्थापितवती सा सा चिन्तितवती महर्षि एतत् फलानि मया एतानि फलानि मम परीक्षार्थे दत्तवान्. हा परीक्षा कर्तुं मम परीक्षां कर्तुमेव दत्तवान् दत्तवान्. आश्रमस्थानि सर्वाणि काष्ठानि समाप्तानि चेदपि बदरफलानि न पक्वानि यत् तस्य दर्शनात् तया न ज्ञातं यत् अग्रे किं करणीयं. सा सर्वाणि काष्ठानि ज्वलितानि परन्तु तत्र बदरफलानि तत्र समाप्तानि नाम तया तत्र अथवा समाप्तानि चेदपि नाम तया ज्वलितानि सर्वाणि काष्ठानि तया स्थापितवती एव सा सर्वाणि काष्ठानि चुल्यां स्थापितवती किन्तु किम् इदानीं तत्र सर्वं सर्वाणि काष्ठानि सा स्थापितवती किन्तु परन्तु बदरफलानि न पक्वानि अतः सा न ज्ञातवती किं करणीयम्. अहम् अग्रे किं करणीयं मया तत्र किं कर्तव्यम् इति सा न ज्ञातवती. अग्रे असाफल्यम् अङ्गीकर्तुं न सज्जं तस्याः मनः. सा चिन्तितवती अहम् असाफल्यं न स्वीकर्तुं शक्नोति. न न अहं किम् अस्ति तत्र कर्तृपदं किमस्ति वाक्ये असाफल्यं न तस्य मनः तस्याः मनः मनः इति पदस्य लिङ्गं किम्. मनः तु पुल्लिङ्गम् अस्ति. न नपुंसकलिङ्ग मनस् खलु मनस् आम् सकारान्तपदम् अतः मनः इति नपुंसकलिङ्गं सज्जं मनः तस्याः मनः सज्जं नास्ति किम् अङ्गीकर्तुं सज्जं नास्ति तस्याः मनः अतः सा किं कृतवती सा काष्ठत्वेन स्वस्य पादौ एव चुल्ल्यां स्थापितवती. सा तस्याः पादौ चुल्ल्यां स्थापितवती. हा काष्ठत्वेन इत्युक्ते काष्ठरूपेण नाम इदानीं काष्ठानि न सन्ति अस्तु मम पादौ एव काष्ठानि भवन्ति इति सा चिन्तितवती. तत्र काष्ठत्वेन चुल्यां स्थापितवती. अस्तु समयः जातः किन्तु अग्रिमे सप्ताहे पठामः अग्रे सरामः. तर्हि तत्र नरेश महोदय भवानेव तत्र अन्ते तत्र शान्तिमन्त्रं वदति वा ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ओम् श्रीगुरुभ्यो नमः. हरिः ओम्.